उत्तमं, तर्हि इदानीं वयं पृथक्त्वम् इति गुणनिरूपणे स्मः. तत्र पृथक्त्वम् इत्युक्ते पृथक् व्यवहार असाधारणं कारणं पृथक्त्वं, सर्वद्रव्यवृत्तिः इति वयं क्षम्यतां सर्वद्रव्यवृत्ति इति वयं दृष्टवन्तः. अत्र गतकक्षायाम् इतोपि एकः विषयः अपि किञ्चित् अस्माभिः परिशीलितः खलु, तत्र अन्योन्य अभावः अपि च अत्यन्त अभावः इति प्रसङ्गे. तर्हि तत्र कोऽपि किञ्चित् वक्तुं शक्नोति वा, तत्र अन्योन्य अभावः प्रथमम् अत्यन्त अभावः इत्युक्ते कः, तत्र विभक्तिविषये वयं किं दृष्टवन्तः, तत्र आकारः कथं भवति इति, एतत् सर्वं सुनील् महोदय भवान् वक्तुं शक्नोति वा? अत्यन्त अभावः इत्युक्ते अत्र उदाहरणरूपेण वदामः चेत् भूतले घटः नास्ति, घटस्य अभावः अस्ति, तस्मिन् समये घटस्य आनयनेन अभावस्य नाशः भवति, अतः तदेव अत्यन्त अभावः इति. सम्यक्. अत्र भूतले घट नास्ति इत्युक्ते अत्र घटस्य अनुपस्थितिः एव तत्र अभावः खलु, इत्युक्ते तत्र भूतले घटस्य अनुपस्थितिः अस्ति इत्युक्ते घटस्य अभावः अस्ति इति, तत्र भूतले घटन् घटो नास्ति इति वाक्यं तत्र वदति. हा वदतु महोदय. अत्र भूतलमिति अनियोगी इति वदामः, घटः प्रतियोगी इति. अत्र सप्तमी उपयुज्य अधिकरणस्य अथवा अनियोगी इति वदामः तस्मिन् वाक्ये. इत्युक्ते भूतले इदानीं, हा क्षम्यतां महोदय, भूतले घटः अस्ति इति वाक्येन, भूतले घटो नास्ति इति वाक्येन खलु तत्रैव अभावः भवति. तत्र अनियोगी अस्ति भूतलम् इत्युक्ते भूतलम् इति अनियोगी इत्युक्ते भूतले घटाभावः अस्ति इति, इत्युक्ते घटाभावस्य अधिकरणं भूतलम्. घटाभावस्य प्रतियोगी कुत्र, अथवा प्रतियोगी कः? प्रतियोगी घटः. अतः प्रतियोगित्वं घटे अस्ति, घटः प्रथमाविभक्ति उपयुज्य वदामः. उत्तमम्. तर्हि इति अस्ति अत्यन्त अभावः इति. इदानीम् अन्योन्य अभावः, रामप्रिया भगिनी भवती किञ्चित् वक्तुं शक्नोति वा? आम्, अन्योन्य अभावः तत्र आकारः भवति घटः पटो न इति. घटः प्रतियोगी अस्ति, पटः इति अनियोगी अस्ति, तद् अधिकरणमपि आम् अधिकरणम् अस्ति. अत्र घटः पटः द्वयोः अपि प्रथमाविभक्तिकत्वमेव अस्ति. तत्र तद् भेदः एव सूचयति इति, भेदः इत्युक्ते अन्योन्य अभावः सूचयति. घटः पटः न इत्युक्ते तद् पटः अस्ति परन्तु तद् घटः नास्ति इति अर्थे भवति इति, तदेव भेदः. सम्यक्. इत्युक्ते घटो घटः पटः न इति वाक्ये घटः इति प्रतियोगी, पटः इति अनुयोगी. पटे किम् अस्ति तर्हि? पटे अन्योन्य अभावः अस्ति, घटस्य अन्योन्य अभावः. उत्तमम्. इत्युक्ते घटस्य अन्योन्य अभावः अथवा घटभेदः पटे अस्ति इति घटभेदः पटे अस्ति इति तत्र पटः इति अधिकरणम् अभावस्य इदानीम् अन्योन्यभावस्य घटः इति प्रतियोगी इत्युक्ते घटः अस्ति अभावस्य घटे अस्ति अभावस्य विरोधः खलु तर्हि घटः इति अत्र प्रतियोगी पटः इति अधिकरणम् अभावस्य इति तत्र अन्योन्यभावः अपि च अत्यन्त अभावः तयोः मध्ये भेदः कः इति वयं किञ्चित् दृष्टवन्तः गतसप्ताहे अत्र किमपि कश्चित् प्रश्नः अस्ति वा अस्ति चेत् इदानीं चर्चयामः नो चेत् अग्रे सरेम अत्यन्त अभावः इत्युक्ते नास्ति एव इति अन्योन्य अभावः इत्युक्ते किमपि अस्ति परन्तु तद् घटः नास्ति इति एव भेदः किल हा इत्युक्ते अत्यन्त अभावः इत्युक्ते अनुपस्थितिः इति चिन्तयतु इत्युक्ते इदानीम् अत्र नास्ति इति एव अत्यन्त अभावः इत्युक्ते अस्माकं पुरतः यद्भूतलम् अस्ति तस्मिन् भूतले घटः नास्ति इति परन्तु घटः नास्ति एव इति न अन्योन्य अभावः इत्युक्ते भेदः इत्युक्ते यः अस्माकं पुरतः यद्वस्तु अस्ति इत्युक्ते इदानीं पुस्तकमस्ति चेत् पुस्तकम् आसनं न इति वदामः खलु तर्हि पुस्तकम् अस्ति पुस्तकम् आसनं न इत्युक्ते आसनम् इति भिन्नविषयः पुस्तकम् इति भिन्नविषयः समानः नास्ति तयोः मध्ये भेदः अस्ति इति अन्योन्यभावः इत्युक्ते पुस्तकम् आसनं न इति वदामः चेत् तत्र आसने पुस्तकभेदः वर्तते इत्युक्ते आसनम् इति भिन्नवस्तु पुस्तकं न तद् पुस्तकं नास्ति इति अस्तु तर्हि भगिनी भवती एव पठतु तत्र भेदस्य पृथक्त्वस्य च को विशेषः इति अस्ति खलु तस्मात् तत्र प्रायः प्रत्येकं वाक्यं पठित्वा चर्चयामः यतोहि किञ्चित् गम्भीरविषयः अस्ति इत्युक्ते गम्भीरः इति न जाटिल्यम् इति न वस्तुतः परन्तु तत्र किञ्चित् तावत् सौलभ्यमपि नास्ति तर्हि तत्र किञ्चित् कण्ठशः पश्यामः भेदस्य पृथक्त्वस्य च को विशेषः अत्र इदं वक्तव्यं घटः पटो न घटः पटात् भिन्नः इत्यादि प्रत्ययाः अन्योन्य अभावं तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिता अभावरूपं साधयन्ति इति उक्तम् प्रथमं पूर्वं पूर्णतया पठामि वा हा एकवारं सम्पूर्णतया पठित्वा तैः ज्ञानैः सिद्धयन् पदार्थः अभावरूपः अतः स सर्वपदार्थवृत्तिः रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति तथैव उच्छेपणं न पटः घटत्वं पटत्वात् भिन्नम् एतद्विशेषः तद्विशेषाद् भिन्नः समवायः न संयोगः घटभावो न पटभावः इत्यादि प्रत्ययैः न क्रियानिष्ठत्वम् अपि सिद्ध्यति तदा च भेदः अन्योन्यभावः सर्वत्र वर्तते प्रथममस्ति अत्र भेदस्य पृथक्त्वस्य कः विशेषः इति तयोः मध्ये घटः पटो न घटः पटात् भिन्नः इत्यादि प्रत्ययाः अन्योन्य अभावं तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिताक अभावरूपं साधयन्ति इति उक्तम् अत्र घटः पटो न घटः पटात् भिन्नः इति अकारः सः इत्यनेन अन्योन्य अभावं तादात्म्यसम्बन्ध अवच्छिन्न तादात्म्यसम्बन्धेन अवच्छिन्ना भवति अन्योन्याभावं, तद् प्रतियोगिता अभावरूपं साधयन्ति. हा एकक्षणं, तत्र तादात्म्यसम्बन्धेन कः अवच्छिन्ना भवति अथवा का प्रतियोगिता? प्रतियोगिता अवच्छिन्ना भवति. प्रतियोगिता इदानीं ततः पटः न इति स्थले प्रतियोगी कः? प्रतियोगी अस्ति घटः. घटः, तर्हि प्रतियोगिता कुत्र अस्ति? घटे अस्ति. प्रतियोगिता केन अवच्छिन्ना भवति? प्रतियोगिता तादात्म्यसम्बन्धेन अवच्छिन्ना भवति. घटेनिष्ठ तादात्म्यसम्बन्धेन इदानीम् अवच्छिन्ना भवति खलु. तर्हि तादृशप्रतियोगिता अभावरूपम् इत्युक्ते तादृशप्रतियोगितायाः अभावः इत्युक्ते प्रतियोगिताक इत्युक्ते तत्र घटः एव, घटस्य अभावम् अभावरूपम् इत्युक्ते अभावः एव. अभावः इत्युक्ते अन्योन्यभावः खलु. तर्हि तत्र आदात्म्यसम्बन्धेन अवच्छिन्ना प्रतियोगिता यद् अभावः निरूपयति, तदभावः तु अन्योन्यभावः न तु अत्यन्तभावः. तत् स्मरन्ति खलु, तत्र यदा वयं तत्र पूर्वं प्रतियोगी अनियोगिविषये दृष्टवन्तः, तत्र उक्तवन्तः तत्र यदा घटत्वम् इति अस्ति, अत्र घटत्वम् इति तत्र घटत्वेन अवच्छिन्ना भवति तत्र अत्यन्ताभावस्थले, अपि च तादात्म्यसम्बन्धेन अवच्छिन्ना भवति तत्र अन्योन्याभावस्थले इति वयं दृष्टवन्तः. तर्हि तत्र अन्योन्य अभावनिरूपणं तु तादात्म्यसम्बन्धेन भवति. तर्हि तादात्म्यसम्बन्धेन अवच्छिन्ना प्रतियोगिता क अभावः यः अस्ति, सः अभावः तु अन्योन्यभावः एव. अन्योन्यभावः इत्युक्ते भेदः. स च भेदः एव साधयन्ति एत इत्युक्ते स च भेदः एव निरूपयन्ति एते प्रत्ययाः इति. इत्युक्ते तत्र आकारः घटः पटः न इति वदामः, अथवा घटः पटात् पृथक् क्षम्यतां घटः पटात् भिन्नः इति वदामः चेत्, अत्र तादृश आकारः अन्योन्याभावम् एव निरूपयति इति. तैः ज्ञानैः सिद्धयन् पदार्थः अभावरूपः. तैः ज्ञानैः इत्युक्ते घटः पटो न, घटः पटात् भिन्नः इति ज्ञानैः किमपि अभावरूपपदार्थः सिद्ध्यति. सिद्धयन् इति कीदृशं पदं? शत्रु पुल्लिङ्गप्रयोगः पुल्लिङ्गशत्रं. तर्हि तत्र तत् शत्रन्तपदं तु तिङन्तपदं वा सुबन्तपदं वा? शत्रु तिङन्त उक्तवती एव. तिङन्त शत्रन्तपदं सुबन्तपदम् हा सुबन्तपदं भवती उक्तवती खलु पुल्लिङ्गः इति. तत्र पुल्लिङ्गम् क्षम्यतः सुबन्त. तर्हि तत्र कस्य विशेषणम् अत्र? सिद्धयन् पदार्थः तैः ज्ञानैः सिद्धयन् पदार्थः अभावरूपः. पदार्थस्य एव विशेषणं किल, अभावरूपः न सिद्धयन्. तर्हि अभाव पदार्थः अपि अभावरूप भवती उक्तवती तदपि सम्यक् एव, परन्तु शुद्धयन् पदार्थः द्वयमपि अत्र वस्तुतया विशेषणपदम् अभावरूपस्य अभावरूपः इति विशेष्यं, शुद्धयन् पदार्थः इति विशेषणं. तर्हि तैः ज्ञानैः इत्युक्ते यः आकारः पूर्वमासीत् यथा भवती उक्तवती घटः पटो न घटः पटात् भिन्नः इति, तेन आकारेण अथवा तैः आकारैः यः ज्ञानम् उत्पद्यते तादृशज्ञानैः सिद्धयन् पदार्थः अभावरूपः. इत्युक्ते तादृशज्ञानेन सिद्ध्यते अभावरूपः इति पदार्थः सिद्ध्यते. अतः सः सर्वपदार्थवृत्तिः इत्युक्ते तद् अभावः सर्वपदार्थवृत्तिः किल? हा, यतोहि सः अभावः तद् ज्ञानेन यः विषयः उत्पद्यते सः ज्ञानः तु अभावरूपः खलु. अभावः इति सर्वपदवृत्तिः, वृत्तिः इति पूर्वं वयं दृष्टवन्तः. तर्हि तादृशज्ञानेन यः पदार्थः उत्पद्यते सः पदार्थः अभावरूपः इति कृत्वा सर्वपदार्थवृत्ति भवति. सर्वेषु पदार्थेषु अस्ति. हा, वर्तते, सत्यं वर्तते. रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. रूपं न घटः इति अन्य आकारः, तद् प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. घटभेदः इत्युक्ते घट अन्योन्य अभावः. रूपवृत्तित्वं सिद्ध्यति, रूपम् इति गुणः, वृत्ति इत्युक्ते आदेयः किल, आदेयः सिद्ध्यति. रूपं वृत्ति इत्युक्ते आदेयः, आदेयः वृत्तित्वम् इत्युक्ते आदेयत्वम् अथवा आदेयत्वम् अथवा आदेयता. उत्तमम्. रूपं न घटः, रूपं न घटः इति ज्ञानेन रूपं न घटः. एकक्षणम् एकक्षणं, तत्र रूपं न घटः इति आकारे तत्र प्रतियोगी कः अनियोगी कः तत् प्रथमं चिन्तयतु, तर्हि अनन्तरं यदस्ति तत् किञ्चित् सुलभं भवति. घटः इति प्रतियोगी, रूपम् इति अनियोगी. उत्तमं. तर्हि रूपे किम् अस्ति? रूपे अनियोगी इत्युक्ते अधिकरणता. सत्यं. कस्य घटभेदः? हा, घटभेदस्य अधिकरणम् अस्ति रूपं. रूपम्. इदानीं तत् पुनः पठतु तद्वाक्यं. रूपं न घटः इति प्रत्ययेन हि घटभेदस्य रूपवृत्तित्वं सिद्ध्यति. तद् घट अन्योन्य अभावस्य रूप आधेयता सिद्ध्यति. इत्युक्ते घट अन्योन्य अभावः रूपे वर्तते. आम्, रूपे वर्तते. आम्. यदा रूपं न घटः इति वदामः चेत् घटः इति प्रतियोगी, रूपम् इति अनुयोगी. इत्युक्ते किं? घटभेदः अथवा घटस्य अन्योन्य अभावः रूपे अस्ति इति एव ज्ञानं भवति खलु. आम्. तथैव उक्षेपणं न पटः. उक्षेपणम् इति क्रिया किल, उक्षेपणक्रिया. उक्षेपणम् इति क्रिया, सत्यं. न पटः घटत्वं पटत्वात् भिन्नम्. एतद्विशेषः तद्विशेषात् भिन्नः. समवायः न संयोगः, घटभावो न पटभावो इत्यादि प्रत्ययः च क्रियादिनिष्ठत्वमपि सिद्ध्यति. तथैव किल रूपं न घटः, तथैव क्षेपणं न पटः, घटत्वं पटत्वात् भिन्नम्. आम्, एतद् विशेषः तद्विशेषात् भिन्नः, समवायः न संयोगः, घटभावो न पटभावो. तत्र क्रियादिनिष्ठत्वम् इत्युक्ते तत्र क्रियादि इत्युक्ते द्रव्यं गुणः इति केवलं न, एतावत्पर्यन्तं यत् घटः न पटः, रूपं न घटः इति तत्र केवलं द्रव्यं गुणः इति दृष्टवन्तः खलु. तदनन्तरम् उत्क्षेपणात् आरभ्य दृश्यामः चेत् पश्यामः चेत् उत्क्षेपणम् इति क्रिया, घटत्वम् तत्र जातिः, समवायः इति तत्र भिन्नपदार्थः, संयोगः इति गुणः, घटाभावः इति अभावविषयः इति सर्वम् अस्ति तत्रापि. इत्युक्ते सर्वपदार्थवृत्तिः इति वयम् आरम्भे दृष्टवन्तः खलु. तर्हि तत्र एतेन आकारेण इत्युक्ते उच्छेपनं न पटः अथवा घटत्वं पटत्वात् भिन्नम् इत्यादि आकारैः तत्र क्रियादिनिष्ठत्वम् इत्युक्ते केवलं द्रव्यगुणेन क्रियादिनिष्ठत्वमपि तत्र निरूपयति. इत्युक्ते तत्र तत्र सर्वपदार्थवृत्तिः इति वयम् इत्युक्ते तत्र लोके तादृश प्रयोगः अस्ति खलु. इत्युक्ते केवलं रूपं रसः न इति अथवा घटः पटः न इति नास्ति, परन्तु उच्छेपनं पुस्तकं न अथवा उच्छेपनं इति भिन्नविषयः इति तत्र तादृश प्रयोगः तु लोके अस्ति. इत्युक्ते पुस्तकाभावः आसनभावात् भिन्नः इति तु वयं जानीमः खलु. तत्र पुस्तकाभावः अस्ति इति कृत्वा आसनभावः अपि अत्र अस्ति इति वक्तुं न शक्नुमः. तर्हि तादृशप्रयोगः तु लोके अस्ति इति कृत्वा वयं जानीमः एव तत्र सर्व अभावः अथवा भेदः, अन्योन्यभावः अथवा भेदः इति विषयः यः अस्ति, पदार्थः यः अस्ति, सः तु सर्वपदार्थवृत्तिः इति वयं ज्ञातुं शक्नुमः इति. तथा च भेदः अन्योन्यभावः सर्वत्र वर्तते. सर्वत्र अन्योन्यभावः तु सर्वत्र वर्तते इति. इत्युक्ते अत्र प्रथमवाक्यं पश्यतु, भेदस्य पृथक्त्वस्य च को विशेषः इति. इदानीं तस्य एव चिन्तनम् इदानीम् इत्युक्ते पृथक्त्वम् इति कश्चन गुणः अस्ति, भेदः इति गुणः अस्ति इति कृत्वा गुणः तु केवलं द्रव्ये एव भवति. भेदः इति अभावरूपं खलु, अन्योन्यभावः इति तत्र अभावरूपपदार्थः. अभावरूपपदार्थः इति कृत्वा सत्तु सर्वपदार्थवृत्तिः, सः तु सर्वपदार्थवृत्तिः. तर्हि इदानीं तत्र मतद्वयम् अस्ति, तदर्थमेव एतत् सर्वम् इदानीम् आगच्छति. यतोहि तत्र नव्यनैयायिकानां मतमस्ति तत्र भेदः एव पृथक्त्वम् इति. इत्युक्ते पृथक्त्वम् इति भिन्न गुणः नास्ति, परन्तु भेदः एव पृथक्त्वं. तर्हि भेदः इति पदार्थः स्वीकृत्य एव पृथक्त्वमपि वक्तुं शक्नुमः. तर्हि पृथक्त्वम् इति कश्चन गुणः न अपेक्षितः इति मतमस्ति नव्यनैयायिकानां. परन्तु पूर्वनैयायिकानां मतम् अस्ति तत्र भेदः पृथक्त्वं, तयोः मध्ये भेदः अस्ति, भेदः एव पृथक्त्वम् इति नास्ति, भेदः भिन्नविषयः, पृथक्त्वम् इति भिन्नविषयः इति. तर्हि तस्य चर्चा एव इदानीं भवति. तदनन्तरं पुस्तकस्य लेखकः देवदत्तमहोदयः अस्ति खलु, सः अपि तस्य चिन्तनं किम् इति, तस्य मतं किम् इति अपि सः वदति. तदेव इदानीम् अस्माकं प्रसङ्गः. सम्यक्? अस्तु, तर्हि अग्रे सुनील् महोदय भवान् पठति वा? अस्तु, एतावत्पर्यन्तं सम्यक् खलु? एतावत्पर्यन्तं वस्तुतः नूतनविषयः इति नास्ति. यद् यद् अन्योन्याभावविषये वयं पूर्वं पठितवन्तः तस्य एव किञ्चित् पुनस्मरणं वस्तुतया. अत्र तत् अतः सः सर्वपदार्थवृत्तिः इति इत्युक्ते अत्र अभावरूपः द्रव्येषु च वस्तुतया पदार्थः खलु. यः पदार्थः अभावरूपः अस्ति सः पदार्थः सर्व पदार्थवृत्तिः इति वृत्तिः इत्युक्ते इत्युक्ते ते तत्र आकारः यः अस्ति पूर्वं घटः पटात् पृथक् इति क्षम्यतां घटः पटात् भिन्नः इति तेन आकारेण कश्चित् ज्ञानं भवति खलु. इत्युक्ते तस्य तेन आकारेण अस्माकं मनसि कश्चित् ज्ञानं स्फुरति. तद् ज्ञानेन कश्चित् पदार्थस्य ज्ञानं भवति. सम्यक्? तत् इत्युक्ते घटः पटात् भिन्नः इति ज्ञानेन तत्र घटः पटः न इति ज्ञानेन तत्र अभावः इति अभावः इति न कश्चन पदार्थस्य ज्ञानमिति चिन्तितं वदामः. पदार्थस्य ज्ञानम् अस्माकं मनसि स्फुरति. तत् पदार्थः किम् इत्युक्ते भेदः इति चिन्तयामः चेत् तत्र घटः पटात् भिन्नः इति आकारेण भेदः इति पदार्थः अस्माकं भेदः इति इत्यस्य ज्ञानं भवति इति चिन्तयामः चेत् तत्र भेदः इति यद् ज्ञानम् अस्ति भेदः इति सः भेदः तु अभावः इति वयं जानीमः अन्योन्यभावः इति. अन्योन्यभावः इति कृत्वा अभावः तु सर्वपदार्थवृत्तिः इति वयं जानीमः. तर्हि भेदः इति पदार्थः यस्य ज्ञानमिदानीम् अस्माकं मनसि उत्पन्नं तदपि सः पदार्थः अपि सर्वपदार्थवृत्तिः इति वयं वक्तुं शक्नुमः. इत्युक्ते यदा यथा भगिनी उक्तवती अत्र केवलं द्रव्येषु न परन्तु द्रव्येषु च गुणेषु भवितुम् अर्हति इति. सत्यं सत्यम् इत्युक्ते अभावः तु द्रव्येषु तदर्थमेव तत्र उपदावाक्यमस्ति खलु तथैव उच्छेपणं न पटः घटत्वं पटात् भिन्नं. तत्र पश्यामः चेत् तत्र क्रियादिनिष्ठत्वं तत्र अस्ति. यतोहि सर्वपदार्थवृत्तिः इति कृत्वा अग्रे पठामि. परन्तु पृथक्त्वं घटः पटात् पृथक् इति प्रत्ययविषयः द्रव्ये एव भवति न तु गुणादौ. गुणादिसमवायिकारणता द्रव्ये एव भवति इति प्राग् उक्तम्. अकारणे गुणे कथं पृथक्त्वरूपं कार्यमुत्पद्येत? कस्यचित् गुणे जायमानोऽपि रूपं घटात् पृथक् इति प्रत्ययः न पृथक्त्वरूपं गुणमवगाहते किन्तु घटभेदेन रूपनिष्ठं. तस्मात् पृथक्त्वं भेदात् विलक्षणम्. अतिरिक्तः गुणः द्रव्यमात्रवृत्तिरिति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्ति इति. द्रव्यभिन्ने नास्ति इति अपि तदर्थः. तेन च सर्वपदार्थवृत्तिः यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितम्. इदानीं पृथक्तस्य विषयः अस्ति. तर्हि महोदय तत्र पुनः पठित्वा कण्ठशः वदतु किञ्चित्. एकः प्रश्नः अस्ति भगिनि. वदतु भगिनि. उत्क्षेपणम् अर्थं किम्? उत्क्षेपणम् इति क्रिया उत्क्षेपणम् इति क्रियाविशेषः इत्युक्ते एकविधक्रिया. तत्र अस्माकं पुस्तके सप्ततमपुटे पश्यतु. उत्क्षेपण आक्षेपण आकुञ्चन प्रसारण गमनानि पञ्चकर्माणि इति तत्र क्रिया पञ्चविधक्रियाः सन्ति दर्शम् तासु क्रियासु एकविधः अस्ति उत्क्षेपणमिति सप्ततमपुटे अग्रे पठतु महोदय परन्तु पृथक्त्वं परन्तु पृथक्त्वं घटः पटात् पृथक् इति प्रत्ययविषयः द्रव्ये एव भवति न तु गुणाद् इदानीं पृथक्त्वस्य विषयः घटः पटात् पृथक् इति स्वीकुर्मः चेत् एषः पृथक्त्वं वा भेदः तद् द्रव्ये एव भवति क्षम्यता पुनः वदतु किम् उक्तवान् भवान् पृथक्त्वं वा अत्र पृथक्त्वस्य विषयः अहं तत्र भेदस्य यदि भेदः इति पूर्वमुक्तरीत्या न उक्तवान् परन्तु साधारणतया भेदः इति वदामः किल हा हा हा न तथा मास्तु यतोहि तदेव इदानीं तत्र महती चर्चा अस्ति पृथक्त्वं भेदः तयोः मध्ये तर्हि तत्र पृथक्त्वम् इति प्रसङ्गे भेदः इति उपयोगं करोति चेत् तत्र भ्रमः एव भवति अत्र घटः पटात् पृथक् इति प्रत्ययविषयः स्वीकुर्मः चेत् एतत् केवलं द्रव्ये भवति गुणेषु न भवति इति गुणादिसमवायिकारणता द्रव्ये एव भवति इति प्रागुक्तम् अत्र पूर्वमेव वयं दृष्टवन्तः समवायि कारणं गुणस्य समवायिकारणं द्रव्ये एव भवति इति वयं जानीमः अकारणे गुणे कथं किमर्थं द्रव्ये एव भवति तत्र समवायिकारणं गुणः द्रव्ये एव सर्वदा भवति इति गुणः द्रव्ये अस्ति अपि च द्रव्यं तत्र तादात्म्यसम्बन्धेन स्वस्मिन् स्थित्वा समवायेन कार्यम् उत्पादयति इति इति समवायिकारणं खलु तादृश इति द्रव्यं समवायिकारणं भवति द्रव्ये समवायिकारणता भवति अकारणे गुणे कथं पृथक्रूपं पृथक्त्वरूपं कार्यमुत्पद्येत अत्र अकारणे गुणे इत्युक्ते अकारणे गुणे इत्युक्ते किम् अत्र सतिसप्तमी किल अत्र अकारणे गुणे इत्युक्ते गुणः नास्ति तत्र सतिसप्तमी नास्ति वस्तुतः अकारणे गुणे इति तत्र विशेषणविशेषभावः अस्ति ओ एवं वा अतः गुणः नास्ति इति वा तत्र गुणादिसमवायिकारणता द्रव्ये भवति खलु इत्युक्ते तत्र गुणस्य समवायिकारणम् इति द्रव्यमस्ति तर्हि द्रव्ये एव कारणता अस्ति द्रव्यमिति कारणं तथा अस्ति चेत् तत्र अकारणे गुणे कथं पृथक्त्वरूपं कार्यम् उत्पद्येत इत्युक्ते इदानीं पृथक्त्वम् इति गुणः अस्ति पृथक्त्वम् इति गुणः अस्ति चेत् गुणस्य कारणं गुणं क्षम्यतां गुणस्य कारणं गुणः इति वयं न वक्तुं शक्नुमः इति तत्र नास्ति खलु तत्र गुणस्य कारणं गुणः नास्ति गुणस्य कारणं तु द्रव्यमेव तर्हि गुणस्य कारणं गुणः नास्ति चेत् गुणः तु अकारणमस्ति खलु न कारणम् इति अकारणं तर्हि अकारणं गुणः अकारणमस्ति चेत् तादृश अकारणे गुणे इत्युक्ते यः गुणः कारणं नास्ति तस्मिन् गुणे तादृश कारणं नास्ति इति यद्गुणः अस्ति तस्मिन् गुणे कथं पृथक्त्वरूपं कार्यम् उत्पद्येत. तर्हि तत्र तस्मिन् गुणे कथं पृथक्त्वम् इति गुणः पृथक्त्वरूपं गुणम् इत्युक्ते कार्यम् उत्पद्येते इत्युक्ते पृथक्त्वरूपम् इत्युक्ते पृथक्त्वं नाम पृथक्त्वमिति गुणः सः गुणः पृथक्त्वम् इति कार्यं कथं भवितुम् अर्हति इति. इत्युक्ते तत्र वयं कपालपरिमाणं कपालः इति यदा चिन्तितवन्तः तत्र कपालपरिमाणम् इति गुणः कपाले भवति. तर्हि तत्र कपालपरिमाणम् इति कार्यं कपालः इति कारणं तर्हि कपालः इति कारणमस्ति इति कृत्वा तस्मिन् कारणे कार्यं कार्यस्य उत्पन्नं अभवत्. परन्तु इदानीं गुणे गुणः तु नास्ति. गुणे गुणः नास्ति चेत् तर्हि गुणे कारणम् अपि नास्ति. तर्हि तादृशकारणं विना यः गुणः अस्ति तस्मिन् गुणे कथं पृथक्त्वम् इति कार्यम् उत्पन्नं भवति न भवति एव इति. अवगतं वा? अवगतम्. एकवारं तद् भवता यद् अवगतं तद् एकवारम् उक्त्वा अग्रे वदतु. इदानीं वयं पूर्वं दृष्टवन्तः कार्यकारण विषये वयं जानीमः अत्र समानाधिकरणं भवति तत्रैव कारणमपि कार्यं भवति कारणमपि अस्ति इति. उदाहरणरीत्य द्रव्ये गुणः समवायिकारणेन भवति इति. द्रव्यं तादात्म्यसम्बन्धेन स्थित्वा गुणः समवायसम्बन्धेन द्रव्ये भवति इति वयं जानीमः. परन्तु अत्र गुणे गुणः न भवितुम् अर्हति अतः तत्र कारणम् अपि न भवितुम् अर्हति. पृथक्त्वम् इति कारणम् अस्ति पृथक्त्वम् इति गुणः अस्ति अतः तत्र एकक्षणं पृथक्त्वम् इति कारणं वा कार्यं वा? पृथक्त्वमिति कार्यमस्ति. पृथक्त्वमिति कार्यमस्ति पृथक्त्वमिति गुणः अपि अस्ति अतः न पृथक्त्वम् इति गुणः एव कार्यं खलु. पृथक्त्वम् इति यः गुणः अस्ति तदेव कार्यम्. इदानीं घटः पटात् पृथक् इति वदामः चेत् तत्र पटे पृथक्त्वमस्ति खलु. घटः तत्र घटस्य पृथक्त्वं पटे अस्ति इति वयं वक्तुं शक्नुमः. तत्र द्रव्ये एव भवति परन्तु तत्र इदानीं तादृशं रूपं रसात् पृथक् इति वदामः चेत् तत्र अधिकरणमपि गुणः पृथक्त्वमपि गुणः. तर्हि तत्र गुणः गुणे भवति इति न वक्तुं शक्नुमः. तर्हि पृथक्त्वम् इति यः गुणः अस्ति तदेव कार्यं तत् कार्यं गुणे न भवितुं शक्नोति इति कृत्वा तत्र गुणः इति गुणः गुणं प्रति कार्यं न भवति खलु. तर्हि एकः गुणः अन्यं गुणं प्रति कार्यं न भवति इति कृत्वा अकारणे गुणे पृथक्त्वम् इति कार्यं न उत्पद्येत. तदेव अहं वक्तुम् इच्छामि परन्तु मम तत्र भवान् पृथक्त्वम् इति गुणः पृथक्त्वम् इति कार्यम् इति उक्तवान् खलु. तत्र विषयद्वयं नास्ति एकमेव तदेव स्पष्टीकरणमासीत्. सम्यक् तर्हि अग्रे पठतु महोदय. कस्यचित् गुणे जायमाने अपि रूपं घटात् पृथक्त्वं पृथक् इति प्रत्ययः न पृथक्त्वरूपं गुणम् अवगाहते किन्तु घटभेदेन रूपनिष्ठम्. इदम् इदानीं रूपम् इति गुणः घटात् पृथक् इति वदामः तत्र क्षम्यतां तत्र अवगाहते इति अस्ति खलु अवगाहते इत्युक्ते तत्र किञ्चित् पूर्वमपि एकवारं दृष्टवन्तः इति मन्ये तत्र अवगाहते इति किञ्चित् पारिभाषिकशब्दः अस्ति न्यायशास्त्रे अवगाहते इत्युक्ते विषयीकरोति अथवा स्पष्टीकरोति इति अर्थे तर्हि तत्र कस्यचित् गुणे जायमानः अपि इत्युक्ते रूपं घटात् पृथक् इति प्रत्ययः यदा तत्र रूपं पृथक् इति तत्र रूपं घटात् पृथक् इत्युक्ते तत्र पृथक् इति पदं रूपस्य विशेषणं खलु रूपं घटात् पृथक् इति रूपं पृथक् इति एव वदति तर्हि रूपं पृथक् इति वदामः चेत् तत्र रूपे पृथक्त्वम् अस्ति रूपे पृथक्त्वम् अस्ति इति वदामः चेत् अत्र गुणे गुणः इति विषयः आगच्छति खलु तर्हि सः वदति तत्र तथा यदा रूपं घटात् पृथक् इति प्रत्ययः अस्ति चेत् सः न पृथक्त्वरूपं गुणम् अवगाहते किन्तु घटभेदमेव रूपनिष्ठम् इत्युक्ते तत्र पृथक्त्वरूपं गुणं न स्पष्टीकरोति इत्युक्ते पृथक्त्वम् इति गुणस्य विषयः तत्र नास्ति पृथक्त्वम् इति गुणस्य ज्ञानं न भवति तादृशप्रत्ययेन परन्तु घटभेदः रूपे अस्ति इत्युक्ते घटः रूपं न इति एव वदति इति एव तत्र विषयः अस्ति यदा रूपं घटात् पृथक् इति वदामः चेत् वस्तुतः तस्य अर्थः तत्र तु पृथक् इति पदेन भेदः एव भेदस्य ज्ञानमेव भवति न तु पृथक्त्वम् इति गुणस्य इत्युक्ते रूपम् इति गुणः रूपं घटात् पृथक् इति वदामः चेत् रूपे पृथक्त्वं न भवितुम् अर्हति इति सत्यं रूपे पृथक्त्वं न भवितुम् अर्हति यतोहि गुणे गुणः न भवति तस्मात् पृथक्त्वं भेदात् विलक्षणम् अतिरिक्तः गुणः द्रव्यमात्रवृत्तिरिति मनसि निधाय उक्तं ग्रन्थकृता नवद्रव्यवृत्ति इति अत्र पृथक्त्वमिति भेदात् भिन्नः इति अतः भेदः नास्ति इति एतादृशगुणः द्रव्ये एव भवति इति मनसि निधाय अत्र ग्रन्थकृता उक्तम् एतत् नवद्रव्यवृत्ति इति तत्र भवान् सम्यक्तया उक्तवान् परन्तु तत्र एकमेव वक्तव्यमस्ति इत्युक्ते एतादृशगुणः न तत्र कश्चन अपि गुणः द्रव्ये एव भवितुम् अर्हति तत्र एतादृशगुणः द्रव्ये भवितुम् अर्हति इति न गुणः इति अस्ति चेत् द्रव्ये एव भवितुम् अर्हति तर्हि अत्र अतिरिक्तः गुणः इत्युक्ते तत्र इदानीं यः गुणस्य प्रसङ्गः अस्ति सः गुणः द्रव्ये भवति इति कृत्वा नवद्रव्यवृत्ति इति उक्तवान् अतः पृथक्त्वं नवद्रव्यवृत्ति इति ग्रन्थकृता उक्तं द्रव्यभिन्ने नास्ति इति अपि तदर्थः द्रव्यभिन्ने नास्ति इति अपि तदर्थः इत्युक्ते इत्युक्ते द्रव्ये एव इत्युक्ते भिन्नभिन्न द्रव्येषु भवति इति एव नवद्रव्येषु भवति इति एव द्रव्यभिन्ने नास्ति इत्युक्ते द्रव्यं विहाय अन्यत्र कुत्रापि नास्ति इति ओ एवं हा तेन च इत्युक्ते केवलं द्रव्ये एव अस्ति इति गुणे नास्ति इति पूर्वं वयम् उक्तवन्तः गुणे इत्येव न अन्येषु पदार्थेषु द्रव्यं विहाय अन्येषु पदार्थेषु नास्ति इत्युक्ते गुणः वा भवतु क्रिया वा भवतु तत्र अभावः सर्वत्र तत्र नास्ति केवलं द्रव्ये एव अस्ति अभावपर्यन्तं तेन च सर्वपदार्थवृत्तिः यः भेदः तस्मात् अस्य वैलक्षण्यं सूचितम् अत्र द्रव्ये एव भवति इति सर्वपदार्थ वृत्ति रूपेण वयं एषः भेदं द्रष्टुं शक्नुमः तत्र भेदस्य वैलक्षण्यमपि अत्र सूचितमिति तत्र सर्वपदार्थवृत्तिः कः अत्र पृथक्त्वमिति क्षम्यता सर्वपदार्थवृत्तिः अभावरूपः इति वयं दृष्टवन्तः पूर्वं भेदः खलु अभावरूपः तत् इत्युक्ते अन्योन्य अभावः अथवा भेदः इति सर्वपदार्थवृत्तिः पृथक्त्वमिति गुणः नवद्रव्यवृत्तिः इति कृत्वा तयोः मध्ये वैलक्षण्यम् अथवा तत्र तयोः मध्ये भेदः निरूपितः इति स्पष्ट इत्युक्ते अत्र भेदः सर्वपदार्थ वृत्तिः अस्ति पृथक्त्वमिति इत्युक्ते अभावः तु सर्वपदार्थवृत्तिः खलु तद्वयं जानीमः पृथक्त्वमिति नवद्रव्यवृत्ति अस्ति पृथक्त्वं गुणे न भवति द्रव्ये एव भवति इति भेदः इति अन्य द्रव्ये अपि भवितुमर्हति अन्य द्रव्यं विहाय अन्य पदार्थेषु अपि भवितुमर्हति इति भवितुम् अर्हति न भवति भवति उत्तमम् तर्हि पुष्पा भगिनी भवती अग्रे पठति वा अत्र भगिनी द्रव्यभिन्ने न न न एतल्लक्षणे असाधारणं न न न प्रश्नमस्ति द्रव्यभिन्ने तु अभावपुरूपः न द्रव्यभिन्ने नास्ति नास्ति इति तत् सम्यक् न अवगच्छामि द्रव्यभिन्ने नास्ति इत्युक्ते द्रव्यं विहाय अन्यपदार्थेषु नास्ति गुणः इति कृत्वा गुणः केवलं द्रव्ये भवति खलु अन्येषु पदार्थेषु न भवति इति द्रव्यभिन्ने द्रव्यभिन्ने इत्युक्ते द्रव्यस्य भिन्नपदार्थः तस्मिन् नास्ति तत् गुणं नास्ति सः गुणः नास्ति एतल्लक्षणे असाधारणं कारणम् इति निर्देशः कृतः किं तेन ज्ञायते साधारणकारणात् भिन्नं कारणं किं साधारणकारणं यत् सर्वं कार्यं जनयितुम् आवश्यकं यथा पूर्वोक्तः भाग प्राग् अभावः यथा पूर्वोक्तः प्राग् अभावः न हि तेन विना किञ्चित् कार्यं जायते अतः सः साधारणकारणं तद् भिन्नम् असाधारणं यत् कार्यविशेषविशेषं एव जनयति न सर्वं कार्यं यथा कपालः घटम् एव जनयति तन्तु पटम् एव प्रकृते अपि पृथक् इति शब्दप्रयोगः पृथक्त्वपदार्थे स्वीकृते एव भवति परन्तु सः पदार्थः अन्यानि घटाधिकरणकार्याणि न जनयति अतः सः तादृशव्यवहारस्य असाधारणकारणं भवति विशेषस्तु अग्रे वक्ष्यते अत्र एतत् लक्षणं तु सर्वपदार्थवृत्तिः न भगिनि तत्र सर्वपदार्थवृत्तिः इति विषयः नास्ति भगिनि अत्र प्रथम तत्र लक्षणवाक्यं पश्यतु पृथक् व्यवहार असाधारणं कारणं पृथक्त्वम् इति अस्ति खलु तत्र असाधारणं कारणम् इति किमर्थम् इति तत्र किञ्चित् तस्मिन् विषये तत्र किञ्चित् चर्चा अस्ति तावदेव तत्र साधारणं कारणम् इत्युक्ते किम् असाधारणं कारणम् इत्युक्ते किम् इत्युक्ते असाधारणं कारणम् इति यदा वदामः तत्र साधारणं कारणं नास्ति इति कृत्वा अत्र असाधारणं कारणम् इति तर्हि असाधारणकारणस्य अवगमनस्य प्राक् साधारणकारणम् इत्युक्ते किम् इति अवगन्तव्यं खलु अस्माभिः तथैव तत्र असाधारणं कारणम् इत्युक्ते किम् इति वयम् अवगन्तुं शक्नुमः तर्हि यस्य कार्यस्य उत्पादनार्थं तत्र प्राक् यद् सर्वदा भवति इत्युक्ते तत्र यत् येन विना सर्वं कार्यं न जनयितुं शक्नुमः इत्युक्ते तत्र यत् सर्वकार्यस्य कृते यस्य आवश्यकता अस्ति तदेव तत्र साधारणं कारणम् इति तत्र प्रागभावः इति यद्यपि यत्किमपि भवतु कार्यं तस्य जननस्य पूर्वं तस्य प्रागभावः भवति खलु यस्य जननं भवति तस्य तु प्रागभावः भवति एव तर्हि प्रागभावः इति एव साधारणं कारणं यत् असाधारणं कारणं भवति तत् केवलम् एकमेव कार्यम् उत्पादयितुं शक्नोति तदेव कार्यविशेषः इति अस्ति इत्युक्ते एकविधकार्यस्य कृते एव तस्य उपयोगः न तु सर्वेषु कार्येषु प्रसङ्गे इति कृत्वा तदेव असाधारणं कारणम् इत्युक्ते यथा अत्र दृष्टान्तः अस्ति खलु कपालः घटः इति कपालः अस्ति चेत् केवलं घटस्य निर्माणस्य कृते एव कपालस्य उपयोगः तत्र कपालः अस्ति इति कृत्वा तत्र तन्तुः न उत्पद्येत अथवा पटः न भवति अथवा आसनस्य उत्पादनं न भवति केवलं घटस्य उत्पादनमेव तद्वत् तन्तुः अस्ति चेत् केवलं पटस्य एव इति कृत्वा येन एकमेव कार्यम् उत्पादनं भवति तादृशकारणमस्ति असाधारणं कारणम् इति इति पृथक्त्वम् इति अपि तादृश असाधारणं कारणम् अस्ति यतोहि तत्र पृथक्त्वम् इति गुणेन तस्य पदार्थः यः पदार्थः अस्ति पृथक्त्वम् इति तेन गुणेन तत्र केवलं पृथक् इति यदा शब्दप्रयोगः कुर्मः तादृशशब्दप्रयोगेन केवलं पृथक्त्वम् इति एव कार्यं भवति इत्युक्ते पृथक्त्वम् इति पदार्थस्य ज्ञानमेव भवति न तु पृथक् इति यदा कोऽपि वदति चेत् तत्र केवलं पृथक्त्वम् इति विषयस्य ज्ञानमेव भवति न तु पटस्य वा घटस्य वा पुस्तकस्य वा सत्यं तर्हि तत्र पृथक् इति प्रयोगेन पृथक्त्वस्य ज्ञानमेव भवति इति कृत्वा पृथक् इति तत्र असाधारणं कारणं भवति, न तु पृथक् इति पृथक्त्वम् इति असाधारणकारणं भवति तादृश शब्दप्रयोग ज्ञानं प्रति, न तु साधारणं कारणम् इति. अवगच्छति वा? अस्तु, तत्र प्रश्नः अस्ति वा? अस्तु, तर्हि एतावत्पर्यन्तं वयं किं चर्चितवन्तः, तत्र रामप्रिया भगिनी किञ्चित् वक्तुं शक्नोति वा तत्र प्रायः सूक्ष्मरूपेण? आं, तत्र भेदः इत्युक्ते किं, पृथक्त्वम् इत्युक्ते किम् इति यद् वयम् एतावत्पर्यन्तं पठितवन्तः. भेदः इति अन्योन्य अभावः विषये अस्ति, तद् सर्वपदार्थवृत्तिः अस्ति इति प्रथमं वयं पठितवन्तः. तद्युक्ते सप्तसु पदार्थेषु तत् तद्भवति, अभावः भवति इति. तदेव घटः पटो क्षम्यताम् उक्षेपणं न पटः इति क्रियादिनिष्ठत्वमपि तत्र सिद्ध्यति इति वयं प्रथमं पठितवन्तः. अनन्तरं पृथक्त्वविषये पठितवन्तः. तत्र पृथक् इति गुणः अस्ति, तद् गुणे एव न भवति इति. किमर्थम् इत्युक्ते गुणस्य कारणं द्रव्यमेव भवति, गुणस्य कारणं गुणमेव इति कदापि न भवति इति. यदा वयं रूपं घटात् पृथक् इति वदामः चेत् तत्र पृथक्त्वम् इति गुणस्य विषये न, परन्तु गुणस्य विषये न वदति, स्पष्टीकरणं न करोति, परन्तु घटभेदस्य विषये एव स्पष्टीकरणं भवति इति द्वितीयं. पृथक्त्वं तु नवद्रव्यवृत्तिः इति अपि पठितवन्तः, तद् नवद्रव्येषु तस्य वृत्तित्वम् अस्ति. अनन्तरं तस् असाधारणकारणविषये इदानीं यदा वयं पठितवन्तः. तर्हि भेदः सर्वपदार्थवृत्तिः, तर्हि तयोः मध्ये तदेव वैलक्षण्यमस्ति इति भेदस्य पृथक्त्वस्य. उत्तमं भगिनि, तर्हि इदानीम् अग्रे पठामः, भवती एव पठतु. आम्, सुक्तिललन्तिका. भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः. अत्र इदं विचार्यते, भवती भेदेन सर्वत्र निर्वाहः. एतावत् पूर्वोक्तः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः, तेषां हि भेद एव विषयः. न हि क्षम्यतां, न च विनिगमनाविरहः निगमनाविरहः. रूपादौ रसादिप्रत्योगि भेदस्य उभयवादिसिद्धस्य क्लुप्तत्वात् गुणे गुणाङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात्. अत्र अस्ति भेदः एव पृथक्त्वं. प्रथमं वयं द्वितीयमतं किल? हा, तर्हि तत्र भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः इत्युक्ते तत्र भेदः एव पृथक्त्वम् इति आक्षेपः अस्ति नव्यनैयायिकानां. तर्हि तत्र भेदः इति भिन्नपदार्थः, पृथक्त्वम् इति भिन्नपदार्थः नास्ति, वेदः एव पृथक्त्वम् अस्ति इति तेषाम् आक्षेपणमस्ति. तर्हि तस्य आक्षेपस्य निरासः इत्युक्ते तत्र निष्कासनम् इत्युक्ते तत्र तस्य निवारणम् इति. तर्हि तत्र वेदः एव पृथक्त्वम् इति आक्षेपः, वेदः एव पृथक्त्वम् इति आक्षेपः अस्ति चेत् तथा नास्ति, वेदः भिन्नः पृथक्त्वं भिन्नः इति तस्य निरासः. तदेव वयं पठितवन्तः किल, तदेव वयं पठितवन्तः किल इदानीं, वेदः वेदः पृथक्त्वं भिन्नः इति, तदेव स्पष्टीकरणं वा? सत्यं, तत्र इदानीं वयं वेदः इत्युक्ते किं, पृथक्त्वम् इत्युक्ते किं, तयोः मध्ये वैलक्षण्यं किम् इति किञ्चित् पठितवन्तः. इदानीं वेदः एव पृथक्त्वम् इति यः आक्षेपः अस्ति तस्य विषये पठित्वा, तस्य अनन्तरं तस्य निरासः इत्युक्ते तस्य निष्कासनमपि. प्रथमं वेदः एव पृथक्त्वम् इति आक्षेपः कः इति पठित्वा तदनन्तरं तस्य निवारणमपि कुर्मः. तर्हि प्रथमं तत्र नव्यनैयायिकानां मतम् आगच्छति यत्र वेदः एव निरासः क्षम्यतां पृथक्त्वम् इति, तदनन्तरं अग्रे चर्चयामः. तर्हि पठतु भगिनि तत्र. अत्र इदं विचार्यते, प्रथमं विचारणं किम् इति, भवती भेदेन सर्वत्र निर्वाहः. भेदेन सर्वत्र निर्वाहः इत्युक्ते इत्युक्ते भेदस्य प्रयोगः सर्वत्र भवति इति, इत्युक्ते भेदः इति सर्वद्रव्य सर्वपदार्थवृत्तिः अस्ति खलु, तर्हि तस्य निर्वाहः सर्वत्र भवति भेदेन सर्वत्र अपि, इत्युक्ते तत्र केवलं द्रव्ये एव इति न, सर्वत्र तस्य निर्वाहः भवति इत्युक्ते सर्वत्र तस्य प्रयोगः भवति. भेदेन सर्वत्र वयं भेदस्य प्रयोगः सर्वत्र कर्तुं शक्नुमः. एतावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहत्वेन उपन्यस्ताः, तेषां हि भेद एव विषयः. वयं पूर्वोक्तप्रत्ययाः सन्ति पृथक्त्व अवगाहित्वेन. एकक्षणम् एकक्षणं, पूर्वोक्तप्रत्ययाः इत्युक्ते किं? घटः पटः न, घटः पटात् भिन्नः न, न पूर्वोक्तप्रत्ययाः इति अत्र घटः पटात् पृथक् इति यः प्रत्ययः वयं दृष्टवन्तः, तत्र पृथक्त्व अवगाहित्वेन इति अस्ति खलु, तर्हि घटः पटात् पृथक् इति यः प्रत्ययः वयं दृष्टवन्तः, यत्र पृथक्त्व अवगाहित्वेन इत्युक्ते किम्? अवगाहि इत्युक्ते स्पष्टीकरणं, पृथक्त्वविषये स्पष्टीकरणं, स्पष्टीकरणेन उपन्यस्ताः, तेषां हि भेदः एव विषयाः एव विषयः. वयं अवगन्तुं शक्नुमः भेदः एव विषयः इति, यदा घटः पटात् पृथक् इति प्रत्ययविषयेण वयं अवगन्तुं शक्नुमः भेदः एव विषयः इति वा? हा, इत्युक्ते यदा एतावत्पर्यन्तं यत् प्रत्ययः वयं दृष्टवन्तः घटः पटात् पृथक् इति, तत्र पृथक्त्वरूपज्ञानस्य विषयः अस्ति, इत्युक्ते पृथक्त्वम् इति ज्ञानं विषयीकरोति तत् प्रत्ययः. तत्र अवगाहित्वेन उपन्यस्ताः इत्युक्ते उपन्यस्ताः इत्युक्ते उपस्थिताः, तेन तत् ज्ञानस्य स्पष्टीकरणार्थं तस्य कृते यः तेन उपस्थिताः इत्युक्ते तेन ज्ञानेन यः उपस्थापिताः प्रत्ययः यः अस्ति तस्य तु विषयः भेदः एव अस्ति, न तु पृथक्त्वम्. पृथक्त्वम् इति नास्ति इति तेषां मतम्. इदानीं ते वदन्ति तत्र किमर्थं तत्र पृथक्त्वम् इति भिन्नपदार्थः, तत्र घटः पटात् पृथक् इति यथा वदामः तत्र पृथक् इति पदेन यः ज्ञानं भवति, यस्य स्पष्टीकरणं भवति, सः तु भेदः इति विषयः एव, न तु किमपि अन्यवार्ता, कापि अन्यवार्ता नास्ति इति. तत्र भेदः एव विषयः अस्ति अन्योन्य अभावः. सत्यं, घटस्य अन्योन्य अभावः एव, न तु किमपि कश्चन अन्यगुणः. न स्पष्टं वा एतावत्पर्यन्तं? तत् इदानीं स्पष्टं. न च विनिगमनाविरहः, तत् किं पदं? विनिगमनाविरगः इत्युक्ते विरहः इत्युक्ते अभावः नास्ति इति. तत्र न च विनिगमनाविरहः इत्युक्ते न च विनिगमना अभावः. विनिगमना इत्युक्ते युक्तिः. युक्तिः इत्युक्ते तत्र चिन्तयतु, तत्र इदानीं तत्र कुत्रापि गन्तुं चिन्तयति, तत्र कुत्रापि तत्र भारतं गन्तव्यम् इति अस्ति इति चिन्तयतु. तर्हि भारतं गन्तव्यं चेत् तत्र विमानयाने गच्छामि वा अथवा तत्र नौकायां गच्छामि वा इति तत्र चिन्तयति इति चिन्तयतु तदपि. तर्हि तत्र विमानयाने गच्छामः चेत् प्रायः एकदिने तत्र गन्तुं शक्नोति. नौकायां गच्छति चेत् तत्र प्रायः एकमासं वा अथवा एकसप्ताहं वा किमपि भवतु तत्र आवश्यकं भवति. तर्हि तत्र मार्गद्वयम् अस्ति, मार्गद्वयस्य कृते अपि युक्तिः अस्ति. इत्युक्ते तत्र तत्र कथं एकः मार्गेण एकेन मार्गेण गच्छामि चेत् किं भवति, अन्यमार्गेण गच्छामि चेत् किं भवति इति तादृशयुक्तिः अस्ति. तादृशयुक्तिः एव विनिगमन इत्युक्ते रीजनिङ्ग् इति चिन्तयतु. न च विनिगमनाविरगः इत्युक्ते तादृश प्रथमं विनिगमनाविरहः इत्युक्ते युक्तेः अभावः. तर्हि न च विनिगमनाविरहः इत्युक्ते न च युक्तेः अभावः इत्युक्ते युक्तेः अभावः नास्ति इत्युक्ते युक्तिः नास्ति इति नास्ति इति. इत्युक्ते युक्तिः अस्ति इति. न च विनिगमनाविरहः इत्युक्ते युक्तेः अभावः नास्ति इत्युक्ते युक्तेः इत्युक्ते तत्र घटस्य अभावः नास्ति इति वदामि चेत् किम् अर्थः कः अत्र? घटस्य अभावः नास्ति इत्युक्ते घटः अस्ति. तद्वत् युक्तेः अभावः नास्ति इति वदामः चेत् किम् अर्थः कः? युक्तिः अस्ति. तावदेव. इत्युक्ते विनिगमना विरहः नास्ति इत्युक्ते युक्तेः अभावः नास्ति इत्युक्ते युक्तिः अस्ति. पृथक्त्वस्य युक्तिः अस्ति इति वा? न, तदेव. तत्र पृथक्त्वम् एव भेदः इति यदा वदामः चेत् तत्र पूर्वं तत्र प्रागुक्तप्रत्ययात् इति अस्ति खलु तत्र प्रत्ययाः इति. तत्र घटः पटात् पृथक् इति प्रत्ययेन पृथक्त्वम् इति विषयः न, परन्तु भेदः इति विषयः एव स्पष्टीकरोति इति यदा वदामः चेत् तत्र युक्तिः अस्ति. तत्र युक्तिः नास्ति इति न, यदि तथा भेदः एव पृथक्त्वम् इति वदामः चेत्. नैयायिकानां विषये एव किल एतत् सर्वं एतत् इदानीं नवीननैयायिकानां मतं भेदः एव पृथक्त्वम् इति युक्तिः अस्ति. हा, भेदः एव पृथक्त्वम् इति यदा वदामः चेत् तस्य युक्तिः अस्ति. युक्तिः कः इति अग्रे वदति, तदेव अग्रिमवाक्यं पठतु. उपाधौ रसादिप्रत्योगिक प्रत्योगिकभेदस्य उभयवादिसिद्धस्य क्लुप्तत्वात् रूपादौ इत्युक्ते गुण रूपमादिगुणः रसादि प्रत्योगिकभेदस्य रसादि इत्युक्ते अपि गुणः एव प्रत्योगिकभेदस्य इत्युक्ते अभावः प्रत्योगि अभावस्य उभयवादिसिद्धस्य यदा गुणः गुणे इति तद् सिद्धस्य न न तद् न तत्र गुणः वयं तत्र सप्तमपुटे गुणः अस्ति खलु, तत्र चतुर्विंशतिगुणाः सन्ति, तत्र रूपरसगन्धस्पर्श इति. तर्हि तत्र रूपादौ इत्युक्ते रूपम् इति गुणः इति रूपादि यः गुणाः सन्ति तस्मिन् रसादिप्रतियोगिकभेदस्य इत्युक्ते रूपे रसः नास्ति, रूपे स्पर्शः नास्ति, रूपे गन्धः नास्ति इति. तत्र रूपे यः रसादिप्रतियोगिक अभावः इत्युक्ते भवती एव पूर्वम् उक्तवती खलु तत्र तादात्म्यसम्बन्ध अवच्छिन्नप्रतियोगिक अभावः इति, तत्र अन्योन्य अभावः इति. तर्हि तादृश अन्योन्य अभावः इत्युक्ते भेदः प्रतियोगिकभेदः इत्युक्ते रूपस्य प्रतियोगितायाः अस्ति स तत्तु क्षम्यतां रसे रसस्य प्रतियोगिता रूपे नास्ति खलु. तर्हि तादृश अन्योन्य अभावः यः अस्ति यः भेदः अस्ति स च भेदः उभयवादिसिद्धस्य उभयवादिसिद्धस्य इत्युक्ते पक्षद्वयमस्ति खलु इदानीं नवीननैयायिकानाम् अपि नवीननैयायिकाः अपि च पूर्वनैयायिकाः. तर्हि उभयवादि इत्युक्ते ते तत्र पक्षद्वयं पक्षद्वयमपि तस्य क्लुप्तत्वात् इत्युक्ते अङ्गीकारं तत्र तस्य अङ्गीकारः अस्ति द्वयोः अपि इत्युक्ते रूपे रसः रूपं रसः न इति यदा वदामः तत्र रूपे रसस्य प्रतियोगिता रसभेदः अस्ति इति क्षम्यतां रूपं रसः न इत्युक्ते रसः इति अनियोगी तस्मिन् रूपभेदः अस्ति इति तादृशभेदः यः अस्ति तस्य अङ्गीकारः तु नव्यनैयायिकानामपि करोति अपि च पूर्वनैयायिकानामपि करोति. नव्यनैयायिकाः अपि कुर्वन्ति पूर्वनैयायिकाः अपि कुर्वन्ति. तर्हि तत्र द्वयोः मतमपि नव्यनैयायिकानां मतम् अपि च पूर्वनैयायिकानां मतं द्वयमपि तत्र समानमेव तत्र अङ्गीकारः अस्ति. अवगच्छन्ति वा? हरि ओं भगिनि. आम् आम् अहं पूर्वतन वाक्यम् एतद् वाक्यं द्वयोः सम्बन्धः कः इति चिन्तयामि. युक्तिः ते वदन्ति तत्र युक्तिः नास्ति इत्युक्ते तत्र भेदः इति यः अस्ति तत्तु द्वयमपि तत्र अङ्गीकारात् इति पञ्चमी विभक्ति क्लुप्तत्वात् इति पञ्चमी विभक्ति अस्ति खलु तत्र कारणपञ्चमी इत्युक्ते तत्र युक्तिः भेदः एव पृथक्त्वम् इत्यस्य युक्तिः नास्ति इति न यतोहि तत्र रूपे रसे अपि भेदः अस्ति इति तत्र उभयवादी सिद्धान्तः अस्ति. तत्र पक्षद्वयमपि तस्य अङ्गीकारः कुर्वन्ति इति एकः मतम्. इत्युक्ते भेदः सर्वत्र अस्ति इति एकं प्रथमवार्ता. द्वितीयं पठतु इदानीं. गुणे गुणा गुणान् अङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् गुणे गुणान् न अङ्गीकारेण गुणान् अङ्गीकारेण गुणे गुणान् तदेव पूर्वं वयं दृष्टवन्तः न इति तत्र एतद् अङ्गीकुर्वन्ति इति किल. न न न न न न न तत्र वाक्यं तत्र सम्यक्तया पठतु. तत्र गुणे गुण अनङ्गीकारेण अनङ्गीकारेण वा गुणे गुण अनङ्गीकारेण इत्युक्ते गुणे गुणः नास्ति. यदा वयं तत्र पूर्वं दृष्टवन्तः तत्र गुणे गुणः नास्ति. गुणे गुण अनङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् इत्युक्ते रूपं न रसः इति यदा वदामः तर्हि तत्र रूपं न रसः इति वाक्ये अनुयोगी कः प्रतियोगी कः? रूपं न रसः रसः इति अनुयोगी भवति रूपम् इति प्रतियोगी भवति. न न रूपं न रसः इति विपरीतं तत्र न इति यस्य अनन्तरम् आगच्छति तत् सर्वदा अनियोगी. तर्हि रूपं न रसः इत्युक्ते रूपस्य अनन्तरं नकारः अस्ति खलु. तर्हि रूपम् इति अनुयोगी रसः इति प्रतियोगी. तर्हि रूपं न रसः इति यदा वदामः तत्र पृथक्त्वेन निर्वाहः कर्तुं न शक्नुमः. किमर्थं किमर्थम् इत्युक्ते पृथक्त्वमपि गुणः रूपं रसः अपि गुणः गुणे गुणः न भवितुं. सम्यक् तर्हि गुणे गुण उत्तमम् वदतु भगिनि. गुणं कारणं न भवितुम् अर्हति कार्यस्य गुणकार्यस्य उत्पादनार्थम्. उत्तमं तदेव तत्र गुणे गुण अनङ्गीकारेण इत्युक्ते गुणे गुणः न भवति एव इति कृत्वा गुणे गुण अनङ्गीकारेण तत्र रूपं न रसः इति यदा वदामः चेत् तत्र पृथक्त्वेन तस्य निर्वाहः न भवति. इत्युक्ते पृथक्त्वम् इति वार्ता तत्र नास्ति. पृथक्त्वेन तत् तस्य अवगमनं न भवति यतोहि गुणे गुणः न भवति इति कृत्वा तत्र. तर्हि तत्र तेषां मतम् इदानीम् एतावत्पर्यन्तं किम् अस्ति इत्युक्ते तत्र यदा वयं घटः पटात् पृथक् इति वदामः चेत् तत्र तत्र पृथक् इति स्थले भेदेन वयं निर्वाहः कर्तुं शक्नुमः. परन्तु रूपं रसः न अथवा रूपं न रसः इति यदा वदामः तत्र पृथक्त्वेन निर्वाहः न भवति इति. तत्र यदा घटः पटात् पृथक् इति वदामः चेत् तत्र पृथक् इति यः विषयः विषयस्य ज्ञानं भवति तस्य भेदेन तस्य निर्वाहः भवितुं शक्नोति. तस्य कृते युक्तिः अस्ति. युक्तिः किं? युक्तिः नास्ति इति नास्ति. युक्तिः अस्ति यतोहि तत्र गुणे गुण अनङ्गीकारात् तत्र रूपं न रसः इति वदामः चेत् तत्र पृथक्त्वेन निर्वाहः न कर्तुं शक्नुमः. अपि च यदा वयं तत्र रूपादौ रसप्रतियोगिकभेदस्य अङ्गीकारः तु अस्ति उभयत्रापि. इत्युक्ते पूर्वपक्षी अपि पूर्वपक्षी इति इदानीं नवीननैयायिकाः सिद्धान्तिनः अस्ति तत्र पूर्वनैयायिकाः खलु पूर्वपक्षी अपि च सिद्धान्ति द्वयमपि तत्र इदानीम् अङ्गीकुर्वन्ति तत्र रूपं रूपादौ रसादिप्रत्येक अभावः इत्युक्ते रूपम् अपि च गुणे भेदः अस्ति इति ते अङ्गीकुर्वन्ति अपि च गुणे गुणः न भवति इति कृत्वा यदा रूपं न रसः इति वदामः तत्र पृथक्त्वेन निर्वाहः न भवति अपि तु भेदेन भवति इति कृत्वा तत्र पृथक् इति किमर्थं तत्र अतिरिक्तगुणस्य आवश्यकता का तत्र केवलं भेदेन एव तस्य निर्वाहं कर्तुं न शक्नुमः वा इति तेषां चिन्तनम् इदानीम् अवगच्छन्ति वा आं भगिनि अस्तु पुनः एतत् एषः भागः पुनः एकवारं पठित्वा भवती वक्तुं शक्नोति वा अत्र किम् अस्ति अत्र भेदः एव पृथक्त्वम् इति आक्षेपस्य निरासः अत्र इदं विचार्यते भवती भेदेन सर्वत्र निर्वाहः एतावत् पूर्वोक्ताः प्रत्ययाः पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेदः एव विषयः न च विनिगमनाविरहः रूपादौ रसादिप्रत्योगिकभेदस्य उभयवादिशुद्धस्य क्लुप्तत्वात् गुणे गुणानि अनङ्गीकारेण पृथक्त्वेन रूपं न रसः इत्यादि प्रतीतेः अनिर्वाहात् अत्र नव्यनैयायिकानां मतस्य आक्षेपस्य निवारणम् अस्ति भेदः एव पृथक्त्वम् इति तस्य मतम् अस्ति अत्र भेदः सर्वत्र प्रथमं भेदः इति अभावः अन्योन्य अभावविषये तद् सर्वत्र प्रयोगः भवति इति आम् पूर्वोक्त प्रत्ययः यदा घटः पटात् पृथक् इति तत्र पृथक्त्व इति विषये पृथक्त्वम् इति विषये वयं न वदामः तत्र तु अभावः इति विषये एव वयं उपस्थिताः तदेव विषये एव वयं चिन्तितवन्तः वा तत् स्पष्टीकृतवन्तः इति न च तत्र युक्तिः अभाव युक्तेः अभावः क्षम्यतां युक्तिः अस्ति इति यदा अभावविषये अस्ति इति अस्ति क्षम्यतां भगिनि अत्र पूर्वस्मिन् वाक्यस्य किम् उक्तवती तत्र पृथक्त्व अवगाहित्वेन उपन्यस्ताः तेषां हि भेद एव विषयः इति विषये तत्र यदा घटः पटात् पृथक् इति वयं प्रत्ययः स्वीकुर्मः चेत् तत्र भेदः एव विषयः भेदः इत्युक्ते अन्योन्यभावः एव विषयः पृथक्त्वविषये किमपि नास्ति स्पष्टीकरणं नास्ति इति तदेव किल भगिनि हा इत्युक्ते तत्र यदा तादृशप्रयोगः अस्ति तत्र प्रत्ययः घटः पटात् पृथक् इति तत्र पृथक्त्व अवगाहित्वेन उपन्यस्ताः इत्युक्ते तत्र पृथक्त्व यद्यपि पृथक् इति पदेन तत्र पृथक्त्वविषये अस्ति तथापि तत्र तस्य तत्र विषयः तु भेदः एव न तु पृथक्त्वम् इति इत्युक्ते भेदस्य भेदेन एव तस्य तत्रापि वयं निर्वाहः कर्तुं शक्नुमः पृथक्त्वविषये नास्ति भेदः एव विषयः हा इत्युक्ते तत्र पृथक् इति अस्ति चेदपि तत्र भेदः इति विषये एव वयं स्वीकृत्य तत्र वक्तुं शक्नुमः इति. रूपः रसः न इति स्वीकुर्मः चेत् तत्रापि तत्र पक्षद्वयमपि तद् अङ्गीकुर्वन्ति इति प्रथमं. किमित्युक्ते रूपादौ रसादिप्रत्योगिकभेदस्य तत्र रूप आदि गुणेषु रसादिप्रत्योगिता अभावः अस्ति इति क्षम्यतां रसः न इति पक्षद्वयमपि अङ्गीकुर्वन्ति. द्वितीयमस्ति गुणः गुणा अनङ्गीकारेण इत्युक्ते पृथक्त्वेन रूपं न रसः इति रूपम् इति अनियोगी रसः इति प्रतियोगी तत्र गुणः न पृथक्त्वम् इति गुणः गुणे न भवति इति द्वितीय विषयः. तस्मिन् विषये अनिर्वाहात् प्रयोगः न भवति. सम्यक् तदेव. तर्हि सर्वे अवगच्छन्ति वा, तत्र प्रश्नः अस्ति वा? अवगच्छामि किन्तु कठिनपदैः सम्पुष्टमस्ति. हा सत्यं, तत्र किञ्चित् न शक्नोमि. हा तत्र तत्र किञ्चित् तत्र विषयः तावत् कठिनः नास्ति, किञ्चित् तत्र शैली एव किञ्चित् कठिना इति दृश्यते, परन्तु तस्य किञ्चित् चिन्तयन्तु पुनः, तत्र ध्वनिमुद्रणमपि शृणोतु अपि च पठन्तु अपि एकवारं. प्रश्नः अस्ति चेत् आगामिकक्षायां किञ्चित् एतस्मिन् विषये किञ्चित् चिन्तयित्वा चर्चयित्वा अग्रे सरेम, चिन्ता नास्ति. अस्तु, धन्यवादः, शुभरात्रिः. धन्यवादः, शुभरात्रिः.